गते वर्गे कार्यकारणभावस्य विषये काचित् चर्चा जाता. अद्यतने वर्गे अस्मिन् एव विषये इतोपि किञ्चित् गभीररीत्या चर्चा भवति करपत्रस्य माध्यमेन. कार्यकारणभावस्य अवसरे अस्माभिः चर्चितं यत् कार्यकारणभावः इति साधयितुं प्रथमतया कार्यस्य कारणस्य च सामानाधिकरण्यम् अस्ति वा इति द्रष्टव्यं भवति. कार्यम् एकस्मिन् एव अधिकरणे कारणेन सह अस्ति वा अथवा कारणम् एकस्मिन् एव अधिकरणे कार्येण सह अस्ति वा इति परिशीलनीयम्. एकस्मिन् एव अधिकरणे उभयोः वृत्तित्वं स्यात् इति प्रथमः नियमः. तदनन्तरं कारणं समवायिकारणम् अस्ति वा असमवायिकारणमस्ति वा निमित्तकारणमस्ति वा इत्यादिकं परिशीलनीयं भवति. कारणं समवायि अस्ति वा असमवायि अस्ति वा इति द्रष्टुं कार्यं केन सम्बन्धेन अधिकरणे अस्ति अपि च कारणं केन सम्बन्धेन अधिकरणे अस्ति इति परिशीलनीयं भवति. तद् अनुसृत्य एव कारणं समवायिकारणम् अस्ति वा अथवा असमवायिकारणम् अस्ति वा इति कथयितुं शक्नुमः. अपि च इदमपि अस्माभिः चर्चितं यत् कुत्रचित् कार्यस्य अपि च अधिकरणस्य मध्ये अथवा कारणस्य अधिकरणस्य मध्ये साक्षात् सम्बन्धः वर्तते. अधुना घटः कपालः इति स्वीक्रियते चेत् घटः इति कार्यं कपालः कारणमस्ति. घटः कपाले समवायिकारणेन अस्ति अपि च कपालः स्वस्मिन् तादात्म्येन भवति. अत्र साक्षात् सम्बन्धः दृश्यते. किन्तु कुत्रचित् साक्षात् सम्बन्धः नास्ति तथा. आनुभविकं तु भवति कारणकार्यभावः कार्यकारणभावः आनुभविकं भवति यथा कपालपरिमाणं घटपरिमाणं प्रति कारणम् इति आनुभविकम्. आनुभविकम् इत्युक्ते अनुभवेन वक्तुं शक्नुमः. कपालपरिमाणस्य परिमाणेन एव घटस्य परिमाणं निर्धारितं भवति इति कृत्वा तयोः मध्ये कार्यकारणभावः अस्ति इति आनुभविकम्. किन्तु एकस्मिन् अधिकरणे तयोः नाम घटपरिमाणकपालपरिमाणयोः कार्यकारणयोः साक्षात् वृत्तित्वं नास्ति. साक्षात् सम्बन्धः नास्ति. घटः कपालः घटपरिमाणं घटः अथवा कपालसंयोगः घटः इत्यादिषु स्थलेषु अधिकरणे साक्षात् सम्बन्धः, परन्तु कपालपरिमाणं घटपरिमाणम् इत्यस्मिन् स्थले साक्षात् सम्बन्धः नास्ति. तथा अस्ति चेत् तस्मिन् सन्दर्भे परम्परासम्बन्धं स्वीकृत्य सामानाधिकरण्यं साधितव्यं भवति. तदर्थं परम्परासम्बन्धस्य विषये अपि चर्चा जाता, यत्र अस्माभिः समवायि अपि च समवेतम् इत्यादिकं दृष्टमासीत्. समवायि इत्युक्ते यस्मिन् किञ्चन वस्तु समवायेन भवति तत् समवायि इति स्वीकृतम्. समवेतं स्वागतम्. क्षम्यतां. न, चिन्ता नास्ति. अस्तु, समवायि इत्युक्ते यस्मिन् समवायेन किञ्चन वस्तु भवति तद् समवायि. पुनः समवेतम् इत्युक्ते यद् समवायेन कस्मिंश्चित् वस्तुनि भवति तद् समवेतं. समवायि अधोगमनार्थम् अधिकरणस्य सूचकपदं, समवेतम् इति उपरि गमनार्थम् आधेयस्य सूचकपदम्. उदाहरणत्वेन गन्धः पृथिवी इत्यस्मिन् गन्धः पृथिव्यां समवायसम्बन्धेन अस्ति इति कृत्वा गन्धः समवेतं पृथिवी गन्धस्य समवायि इति. एतत् सर्वम् आवश्यकमस्ति परम्परासम्बन्धस्य अवगमनाय. अस्तु, तदनन्तरं समवायिकारणम् इत्युक्ते किम् इति अपि दृष्टम्. करपत्रे प्रथमः भागः अस्ति समवायीकारणम् इति. तत्तु सुलभमेव अस्ति इति मन्ये, तत्र बहु चर्चा न आवश्यकी. समवायीकारणम् इत्युक्ते यद् स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घट कार्यम् उत्पादयति इति समवायिकारणम्। तत्र घटकपालयोः मध्ये घटः अस्ति कार्यं, तत्तु समवायसम्बन्धेन कपाले वर्तते, कपालः कारणं, तत्तु तादात्म्यसम्बन्धेन स्वस्मिन् वर्तते, कपाले एव वर्तते इति कृत्वा कपालः घटस्य समवायिकारणम् अस्ति। तथैव घटः घटपरिमाणस्य विषये अपि तादृशः एव सम्बन्धः भवति, समवायसम्बन्धेन घटपरिमाणं प्रति तादात्म्यसम्बन्धेन घटः कारणं, कपालपरिमाणं कपालः, तत्रापि तादृशी एव स्थितिः। अन्ये उदाहरणानि अत्र दर्शितानि, पट्टः पटः तन्तुः पटरूपं पटः इत्यादिस्थलेषु यत्र कुत्रापि कार्यं भवति समवायसम्बन्धेन, अपि च कारणम् अधिकरणे भवति तादात्म्यसम्बन्धेन, तदा समवायीकारणम् इति उच्यते इति स्पष्टं स्यात्। अस्माकं क्लेशः अजायत असमवायीकारणस्थले, तत्र असमवायीकारणस्थले द्वैविध्यं वर्तते, असमवायीकारणस्य द्वैविध्यं। नमस्कारः, नीता अस्मि, क्षम्यता नीता भगिनी। अस्तु, अन्य कोऽपि? नमस्कारः, रवि अस्मि। रवि महोदय, अस्तु, समीचीनम्। अस्तु, इति समवायीकारणस्य विषयः आसीत्। असमवायीकारणात् आरभ्य किञ्चित् पठेम। विद्याशङ्करमहोदय पठति वा करपत्रे असमवायीकारणम् इत्यस्मात्? भगिनि, एकः प्रश्नः अस्ति, निमित्तकारणम् इत्युक्ते घटं प्रति दण्डः कुलालः निमित्तकारणौ इति जानामि, किन्तु सम्पूर्णं कथं डिफैन् कुर्मः इति किञ्चित् वदति वा? समवायिकारणस्थले सम्बन्धः सम्बन्धौ कौ स्तः, कार्यस्य च कारणस्य च? समवायिकारणे समवायसम्बन्धः, कार्यस्य समवायसम्बन्धः अधिकरणेन सह, कारणस्य कारणस्य तादात्म्यसम्बन्धः, तादात्म्यसम्बन्धः। तथैव असमवायिकारणस्थले अपि किं भवति, समवायसम्बन्धेन कार्यं भवति, समवायसम्बन्धेन तत्र तिष्ठति अधिकरणे, कारणमपि समवायेन इति प्रथमविधम्। द्वितीयविध असमवायिकारणे परपरासम्बन्धस्य आवश्यकता भवति। अस्तु, निमित्तकारणस्थले निर्धारितरीत्या वक्तुं न शक्नोमि, किन्तु कारणानि सम्बन्धाः भिन्नाः भवन्ति। अस्तु, इत्युक्ते शास्त्रीयरीत्या समवायिकारणं किम् इति किम् इति वक्तुं शक्नुमः, समवाये तादात्म्येन स्थित्वा समवायेन घटम् अथवा कार्यम् उत्पादयति। असमवायिकारणस्थले अपि द्वैविध्यम् आसीत्, उभयोः तादृश किं वाक्यमासीत् खलु, एकत्र समवायेन स्थित्वा समवायेन कार्यं जनयति इति असमवायिकारणम्, अपरत्र समवायेन स्थित्वा केनापि परम्परासम्बन्धेन कार्यं जनयति। तथैव अहं चिन्तयामि निमित्तकारणस्थले तादृशसम्बन्धभेदेन वक्तुं शक्नुमः इति। अस्तु, नो चेत् सामान्यतया यत्किमपि कारणं समवायिकारणमपि नास्ति, असमवायिकारणमपि नास्ति चेत् निमित्तकारणम् इति। अस्तु, अन्यच्च असमवायिकारणस्य सामान्यपरिभाषा अपि अस्ति, एतत् सर्वं लक्षणवाक्यरीत्या यद्वदामः तत्तु शास्त्रीयरीत्या आसीत् खलु, सामान्यपरिभाषा अपि अस्ति असमवायिकारणस्य, स्मरति वा? तत्र प्रथमवाक्यमेव अस्ति, तर्हि अस्तु भवती एव पठतु असमवायिकारणम् इति। अस्तु, भगिनि अन्यप्रश्नः अस्ति, पृच्छामि वा? उच्यतां भगिनि। अत्र समवायिकारणं सर्वदा एकमेव भवति वा, यथा घटस्य समवायिकारणं कपालः अस्ति तस्मिन् उदाहरणे, किन्तु अन्यत्र अन्यत्रापि समवायिकारणम् एकमेव भवति वा, अथवा बहवः समवायिकारणाः भूत्वा कारणानि भूत्वा एकं कार्यं कुर्वन्ति वा? मम अवगमनम् एवम् अस्ति यत् एकमेव स्यात् इति. तत्र स्मरति चेत् एकवारं चर्चा जाता, गन्धः अस्ति पृथिव्यां, तर्हि पृथिव्यां पृथ्वीत्वम् अपि अस्ति, गन्धं प्रति पृथ्वीत्वमपि कारणं स्यात् इत्यादिकम् आसीत् खलु. किन्तु लाघवार्थं पृथ्वी इत्येव स्वीक्रियते कारणम् इति अनुमीयते, तथा अहं चिन्तयामि. समवायिकारणम् एकमेव स्यात् इति. अस्तु अस्तु अस्तु तर्हि असमवायिकारणस्थले एकः परिभाषा अपि अस्ति, कश्चन गुणः अथवा काचित् क्रिया यद् समवायिकारणे भवति इति प्रथमवाक्यमेव. इदानीं दण्डचक्रादयः इति पश्यति चेत् तादृशं नास्ति खलु, गुणः अपि नास्ति क्रिया अपि नास्ति कपाले. तथा अपि तथा इदं स्थापयितुं शक्नुमः, इदम् असमवायिकारणम्, इदं निमित्तकारणम् इति. अस्तु तर्हि भगिनी, समवायिकारणं सर्वदा द्रव्यमेव भवति, असमवायिकारणं गुणः वा क्रिया वा भवति इति अस्ति वा? सत्यं सत्यम् इत्येव प्रथमवाक्यमपि अस्ति तस्मिन् भागे, असमवायिकारणम् इति. अस्तु, पठति वा रत्न भगिनि? आम् आं भगिनि. समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं, तत् असमवायिकारणम्. अग्रे पठामि वा? इदं तु स्पष्टं स्यात् खलु. आम्, उदाहरणार्थं भवती वदति वा, गुणः कारणम् इति, कारणं कार्यं साधयति. अस्तु, इति एव अग्रिमम् अस्ति, अग्रिमं पङ्क्ति उदाहरणमेव. यथा कपालद्वयसंयोगः इति कश्चन गुणः कपाले भूत्वा घटम् उत्पादयति. कपालद्वयसंयोगः इति गुणः, संयोगः अपि चतुर्विंशतिगुणेषु अन्यतमः. संयोगः गुणः इति अस्ति एकम् उदाहरणम् असमवायिकारणस्य. अन्यत् किमपि कोऽपि स्मरति वा? यथा एकत्वं द्वित्वम् इति अस्ति, द्वित्वमिति कश्चन गुणः द्रव्ये भवति, एकत्वम् अपि कश्चन गुणः द्रव्ये भवति. तत्र एकत्वेन विना द्वित्वम् इति ज्ञानं न भवति एव खलु. तर्हि एकत्वम् इति घटस्य एकत्वं द्वित्वम् इति चिन्तयतु. तर्हि एकत्वम् इति कश्चन गुणः घटे भूत्वा पुनः द्वित्वम् इति कार्यम् उत्पादयति. धन्यवादः. असमवायिकारणम्, असमवायिकारणस्थले द्वैविध्यम् अस्ति इति एव अग्रे पठति भगिनि रत्ना भगिनी. अत्र प्रश्नः अस्ति, अत्र समवायिकारणे समवायसम्बन्धेन स्थित्वा अथवा भूत्वा यः गुणः क्रियाकार्यं प्रति कारणम् अपि एवमपि वक्तुं शक्नुमः वा? समवायदेन तत्र अस्ति कारणम्. अस्तु, गुणः तु समवायेन एव भवति, क्रिया अपि समवायेन एव भवति द्रव्ये इति कृत्वा तत्तु निश्चितमेव. भगिनी, क्रियायाः किमपि उदाहरणम् अस्ति वा, यत्र क्रिया भूत्वा समवायिकारणम् असमवायिकारणं भवति कुत्रापि? मम मनसि किमपि नास्ति. अन्येषां किमपि उत्तरम् अस्ति वा, अथवा किमपि चिन्तनं? काचित् क्रिया यत्र हस्तसंयोग हस्तसंयोग सत्यं सत्यं सम्यक् महोदय. तत्र यथा महोदयेन उक्तं किञ्चित् वदति वा महोदय? यद् हस्तपुस्तकयोः संयोगः अस्ति तस्य क्रियया पुस्तकं हस्ते सम्बन्धः भवति क्रियया. तत् क्रिया सममायसम्बन्धः अस्ति सम्बन्धस्य संयोगस्य. समीचीनम्. संयोगसम्बन्धः अभवत् किल तत्र हस्तपुस्तकयोः संयोगसम्बन्धः. संयोगसम्बन्धः अत्र कार्यं कार्यं संयोगः कारणं क्रिया क्रिया. सम्यक् सम्यक् अस्तु. इत्येव अस्ति पुस्तके काचित् क्रिया भवति चेत् इदानीं पुस्तकं पुस्तकं मम हस्ते अस्ति न तु उत्पीठिकायां. अहम् उत्पीठिकां प्रति नयामि पुस्तकं तदा पुस्तके काचित् क्रिया भवति खलु. सा क्रिया संयोगं जनयति इति महोदयस्य आशयः. अस्तु भगिनि, तर्हि इदानीं प्रथमविधस्य असमवायिकारणस्य चर्चा भवति. पठति वा? हा पठामि. प्रथमविधं घटः घटः कपालसंयोगः. घटस्य असमवायिकारणं कपालसंयोगः. अधिकरणं कपालः. घटः कपाले कपालसंयोगः कपाले. समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम्. इत्युक्ते उदाहरणमस्ति कपालसंयोगः असमवायिकारणम् इति. कपालसंयोगः कपाले संयोगः इति गुणः तत् समवायसम्बन्धेन कपाले अस्ति. समवायसम्बन्धेन कपाले स्थित्वा घटं जनयति. तत् असमवायिकारणं प्रथमविध असमवायिकारणस्य उदाहरणम् इति वाक्यमासीत् खलु. समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम्. वाक्यं सरलमस्ति. समवायसम्बन्धेन घटं प्रति इत्यस्मिन् भागे प्रथमपदं समवायसम्बन्धेन सूचयति यत् कार्यं समवायेन कार्याधिकरणे अस्ति. द्वितीयसमवायसम्बन्धेन इति पदं सूचयति कारणं समवायसम्बन्धेन अधिकरणे अस्ति इति. अस्तु, तथा एव अग्रिम अभ्यासं कारयति वा भगिनि? पटः तन्तुसंयोगः. पटः तन्तुसंयोगः अत्र पटः तन्तौ प्रथमतया कार्यं किं कारणं किम् इति उक्त्वा वाक्यं रचयतु. अत्र कार्यमस्ति पटः, कारणमस्ति तन्तुसंयोगः. समवायसम्बन्धेन पटं प्रति समवायसम्बन्धेन तन्तुसंयोगः कारणम् इत्युक्ते तन्तुसंयोगः समवायेन तन्तौ अस्ति. तन्तुः अधिकरणम् अस्ति. तन्तौ तन्तुसंयोगः समवायसम्बन्धेन अस्ति. समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन पटं जनयति तन्तुसंयोगः. अतः तत् असमवायिकारणं पटं प्रति इति अग्रिमम् अस्ति क्रियायाः उदाहरणं. तदपि कर्तुं शक्नोति किम्? हा करोमि भगिनि. हस्तपुस्तकसंयोगः. हस्तगता इत्युक्ते हस्ते विद्यमाना क्रिया. इत्युक्ते अत्र हस्ते क्रिया भवति. हस्तपुस्तकसंयोगः हस्ते अस्ति. न हस्तपुस्तक संयोगः इति अधिकरणं किम् अत्र प्रथमः? हस्तः अधिकरणं. कार्यं किम्? कार्यमस्ति हस्तपुस्तकसंयोगः. कारणं किम्? ओ यत् क्रिया हस्ते अस्ति तत् हस्ते क्रिया अस्ति चेदेव पुस्तकं स्पृशामि अहं तदा संयोगः जायते इत्युक्ते क्रिया संयोगक्रिया हस्ते समवायसम्बन्धेन स्थित्वा हस्तपुस्तकसंयोगं प्रति समवायसम्बन्धेन हस्तपुस्तकसंयोगं जनयति हस्तगतक्रिया अस्तु तर्हि वाक्यस्य एकं तत्र एकं फार्मेट् अस्ति खलु प्रति इत्यादिकं तथा वदति चेत् समवायसम्बन्धेन हस्तपुस्तकसंयोगं प्रति समवायसम्बन्धेन हस्ते समवायसम्बन्धेन क्रिया कारणं हस्तक्रिया कारणम् अस्तु इति एव प्रथमविध असमवायिकारणस्य लक्षणं प्रथमविध असमवायिकारणे कार्यम् अपि च कारणम् उभयोः अधिकरणे समवायसम्बन्धः अपि च समवायसम्बन्धः इति साक्षात् सम्बन्धः अस्ति इति प्रथमविध असमवायिकारणम् सर्वैः बुद्धं स्यात् अत्र कोऽपि प्रश्नः वा एकनिमिषं भगिनि यत् यत् फार्मेट् वाक्यम् अस्ति तत् एकवारं पुनः वदति वा समवायसम्बन्धेन कपालसंयोगः कपाले भूत्वा न अत्र उपरितनवाक्यं पश्यतु करपत्रे एव एका शैली अस्ति पश्यति वा समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम् आम् तदेव पठन् परन्तु मध्ये अहं किञ्चित् समवायसम्बन्धेन कपालसंयोगः कपाले स्थित्वा घटं प्रति घटस्य कारणम् अस्तु समवायिकारणम् समवायी नास्ति भगिनि अधुना असमवायिकारणस्य चर्चा खलु कपालसंयोगः असमवायिकारणं विद्याशङ्करमहोदय यद् भवता उक्तं तदपि समीचीनं समवायसम्बन्धेन कपाले कपालसंयोगः स्थित्वा घटं प्रति कारणम् इति उक्तं तत् समीचीनं परन्तु समवायसम्बन्धेन घटं प्रति वदति चेत् तत्र कार्यस्य सम्बन्धः कीदृशः इति सुदृढः भवति तत्र द्विवारं समवायसम्बन्धेन इति आगच्छति तत्र मम भ्रमः अस्ति समवायसम्बन्धेन अवगच्छामि परन्तु द्विवाक्यं भवेत् इति मम चिन्तनं द्विवाक्यस्य योजनेन बृहद्वाक्यं भवेत् प्रथमवाक्यम् अस्ति समवायसम्बन्धेन कपालसंयोगः कपाले अस्ति द्वितीयवाक्यं कपालसंयोग घटः समवायसम्बन्धेन कपाले अस्ति एतद् सर्वं मिलित्वा वदतु तावदेव अस्तु अस्तु अस्तु धन्यवादः मुख्यः विषयः अस्ति यद् उभयोः कार्यस्य च कारणस्य समवायसम्बन्धः अधिकरणे इति तदर्थं द्विवारं समवायसम्बन्धः इति उक्तम् इति प्रथमविध असमवायिकारणस्य विषयः अस्तु अग्रिमवाक्यं भवानेव पठतु कृपया आहत्य यत्र आहत्य यत्र घटः समवायेन जायते कपाले तत्र एव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन अस्ति घटं प्रति कपालद्वयसंयोगः असमवायिकारणम् अत्र कपाल अन्तर्भावेन कार्यकारणयोः समानाधिकरण्यं एवम् उभयम् एकस्मिन् अधिकरणे इति प्रथमम् असमवायिकारणं कार्येण सह एकस्मिन् अर्थे समवेतं यत् समवेतं सत् कारणम् असमवायिकारणम् अत्र सारांशः घटः समवायेन कुत्र अस्ति, कपाले अस्ति, तत्र एव तस्मिन् कपाले तत्र एव कपालद्वयसंयोगः अपि समवायसम्बन्धेन तिष्ठति. घटं प्रति कपालद्वयसंयोगः असमवाये कारणम् इति उच्यते. अत्र अन्तर्भावेन इत्युक्ते किम्? अत्र कपाल अन्तर्भावेन अन्तर्भूतेन अन्तर्भवनेन अत्र कपालः अन्तर्भवनेन द्वयोः कार्यस्य अपि कारणस्य समानाधिकरणमस्ति कपाले. एवम् उभयम् एकस्मिन् अधिकरणे एकस्मिन् कपाले इति प्रथमम् असमवाये कारणं. कार्येण सह कार्येण इत्युक्ते कारणं कार्येण अत्र अस्ति घटः सः एकस्मिन् अर्थे दट् इस् इन् ब्राकेट्स् कपाले समवेतं सत् कारणं यत् अस्ति तत् असमवाय कारणं. समवेतम् इत्यस्य अर्थः कः? यत्र आश्रयः तत् समवेतः. यत् यस्य आश्रयम् अस्ति तत् आधेयः समवेत समवायेन आधेयः इति समवेतः. यत्र अत्र घटः कपाले आश्रितः कपाल घटः कपाले आश्रितः अस्ति समवायकारणेन तत्र घटं कपालसमवेतः समवेतं घटः कपालसमवेतः. तत्तु सत्यं, परन्तु अस्मिन् स्थूलाक्षरैः लिखिते वाक्ये समवेतम् इति अस्ति खलु पदं, तद् कस्य सूचकपदम्? असमवायकारणस्य सूचनम्. असमवायकारणं कपालद्वयसंयोगः कपाले समवेतम् अस्ति. हा उत्तमम्. इत्युक्ते कपालद्वयसंयोगः अपि गुणः खलु, कश्चन गुणः. सः समवायसम्बन्धेन एव अस्ति कपाले इति कृत्वा कपालसंयोगः कपालसमवेतः इति उच्यते. यथा भवता उक्तं घटः कपालसमवेतः, तथैव कपालसंयोगः अपि समवेतः कपाले. इति आहत्य यथा भवता उक्तं कारेण इत्युक्ते घटं घटेन सह, एकस्मिन् अर्थे इत्युक्ते एकस्मिन् अधिकरणे समवेतं. यत्र कुत्रापि समवेतम् इति दृश्यते तर्हि मनसि इदं स्फुरितं स्यात्, समवायसम्बन्धः अस्ति अपि च समवायसम्बन्धेन किमपि वस्तु अस्ति, तद् इति परिशीलनीयं. समवेतम् अत्र कपालसंयोगः इति समवेतं, तत् कारणम् अस्ति इति असमवायिकारणम्. बुद्धम् अर्थे इत्युक्ते अधिकरणं वा? सत्यं सत्यम्. अर्थे इत्युक्ते अत्र अधिकरणे अथवा पदार्थे इति अर्थः. कपालः अधिकरणं कपालः कपालः सत्यं भगिनि, तथा एव. अर्थः इत्युक्ते शब्दबोधः इति न, एतस्य पदस्य अर्थः कः तस्मिन् अर्थे नास्ति, पदार्थः इत्यस्मिन् अर्थे इत्युक्ते कपालः अत्र इति प्रथमविध असमवायिकारणम्. असमवायिकारणसमवायिकारणयोः भेदः कः? समवायकारणं कार्ये समवायसम्बन्धेन तिष्ठति. अधिकरणे अधिकरणे तादात्म्येन स्वस्मिन् तादात्म्येन भूत्वा समवायसम्बन्धेन कार्यं जनयति, तत् समवायिकारणं. सम्यक्. कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति खलु. तत्र मुख्यः भेदः अस्ति उभयोः मध्ये यद् कारणस्य सम्बन्धः भिन्नः अस्ति. समवायीकारणस्थले तादात्म्यसम्बन्धः कारणस्य अधिकरणे, असमवायीकारणस्थले कारणस्य समवायसम्बन्धः अधिकरणे, न तु तादात्म्यसम्बन्धः इति प्रमुखः भेदः. अस्तु तर्हि एकः प्रश्नः, क्षम्यताम्. अतः तत्र कारणस्य अधिकरणयोः सम्बन्धः एकस्मिन् समवायिकारणे तादात्म्यसम्बन्धः, अन्यस्मिन् असमवायिकारणे समवायसम्बन्धः इति अवगन्तुं शक्नुमः किल? तत्र द्वौ अपि समवायसम्बन्धेन एव कार्यं जनयति, परन्तु तत्र कारणस्य अधिकरणयोः सम्बन्धः तु तत्र भिन्नः, असमवायिसमवायिक. सत्यं महोदय, तथा एव अस्ति. सम्यक् अवगमनम् अस्तु भगिनि. अन्यः प्रश्नः अस्ति, क्रिया अत्र गुणः सर्वदा तिष्ठति कारणे अथवा अधिकरणे, किन्तु क्रिया क्षणात्मकम् इति वक्तुं शक्नुमः वा? इत्युक्ते क्रिया भवति संयोग क्रिया भवति अनन्तरं संयोगं हस्तपुस्तकयोः संयोगः भवति, किन्तु क्रिया अभवत् भूतकाले अभवत्, किन्तु इदानीं क्रिया न अस्ति इति वक्तुं शक्नुमः वा तथा? आम् आं भगिनि, तथा वक्तुं शक्नुमः एव. यथा अस्माभिः संयोगः इति चर्चितः, संयोगः अपि गुणः खलु, एकत्वं सङ्ख्या इत्यादिकं चर्चयित्वा तस्मिन्नेव पुटे अष्टाशीतितमे पुटे संयोगः इत्यपि तत्रैव चर्चितम् अस्तु. तत्र पश्यति चेत् संयोगः क्रियाजन्यः इति उक्तम्, पश्यति वा? तत्रापि उक्तमस्ति संयोगः इति तस्मिन्नेव पुटे पठति चेत् संयोगः नित्यः नास्ति, क्रियया जायते नश्यति अपि. सत्यं सत्यम्. एकत्वादिव्यवहारहेतुः इत्यादिकम् उक्त्वा तस्मिन् विभागे अस्ति, यथा क्रियाजन्यः यद् यः कोऽपि जायते तद् नश्यति, संयोगः अपि तादृशः गुणः अस्ति, यदा क्रिया भवति तदा जायते. अपरेण क्रियया सः संयोगः नष्ट्वा अपरः संयोगः जायते इति. अस्तु, तथा पश्यामश्चेत् क्रिया अपि क्षणिकमेव इति वदामः. एकवारं यावत्पर्यन्तं पुस्तकम् उत्थाय अन्यत्र न स्थापयति तावत्पर्यन्तं नूतनक्रिया न भवति तत्र. अस्तु भगिनि, धन्यवादः. अस्तु तर्हि इदानीं द्वितीय असमवायिकारणस्य चर्चा भवति. सन्ध्या भगिनी अग्रे पठति वा? आं भगिनि. घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः. अत्र कार्यकारणयोः अधिकरणं समानमिति साक्षात् न दृश्यते, तदर्थं परम्परया वक्तव्यं भवति एव. किमर्थं वक्तव्यम् इति चेत् कार्यकारणभावः अस्ति इति अस्माकम् अनुभवः. घटे विद्यमानस्य परिमाणस्य कारणं कपाले अवयवे विद्यमानं परिमाणम् इत्ययं कार्यकारणभावः आनुभविकः, अस्माभिः सर्वैः अनुभूयते इति कारणतः कथञ्चित् कार्यकारणभावः साधनीयः. यत्र कार्यकारणभावः अस्ति किन्तु सामानाधिकरण्यं साक्षात् नास्ति, तत्र परम्परया वक्तव्यं भवति, अन्यः न कोऽपि उपायः. यत्र कार्यं जायते तत्रैव कारणेन भाव्यम्. अत्र कार्यमस्ति, अन्यत्र कारणम् उत्पद्यताम् इति तु कथमपि न भवति. अस्तु भगिनि, एतावता किं बुद्धम् इति किञ्चित् प्रतिपादय. तर्हि प्रथम असमवायिकारणं यद् दृष्टं तत्र तु अधिकरणस्य अनन्तरं तत्र कारणस्य कारणस्य च एकस्मिन् अधिकरणे तत्र सम्बन्धः अस्ति, समवायसम्बन्धः. इदानीं द्वितीय असमवायिकारणे तथा नास्ति, अत्र कार्यकारणयोः अधिकरणं साक्षात् नास्ति, सामानाधिकरण्यं नास्ति इत्येव तत्र विषयः. तर्हि यदा सामानाधिकरण्यं नास्ति कार्यस्य अपि च कारणस्य द्वयोः मध्ये, तर्हि तत्र परम्परया तत्र सम्बन्धः कथमस्ति इति द्रष्टव्यं भवति. यथा उदाहरणमस्ति तत्र घटपरिमाणमस्ति, अपि च तत्र कपालपरिमाणम् अस्ति. कपालः तु अवयवः अस्ति तत्र घटस्य. तर्हि घटपरिमाणस्य कारणं तत्र कपालपरिमाणम् इति अस्ति इति यद्यपि साक्षात् न दृश्यते सामानाधिकरण्यस्य अभावात्, परन्तु तत्र आनुभविकः अस्ति कार्यकारणभावः इति. समीचीनं भगिनि, तथैव अस्ति. तर्हि आहत्य अस्मिन् चित्रे कारणं किं, कार्यं किम्, अधिकरणं किं स्यात् इति वदतु एकवारम्. तर्हि अधिकरणम् अस्ति तत्र कपालः. कार्यस्य अधिकरणं कपालः स्यात् खलु? स्यात्, आम्. अनन्तरं तत्र कार्यमस्ति घटपरिमाणं. घटपरिमाणं तत्र घटे अस्ति समवायसम्बन्धेन. पुनः घटः न तु कपाले. पुनः घटः कपाले अस्ति समवायसम्बन्धेन. इदानीं कारणं किम्? अत्र कारणमस्ति कपालपरिमाणं. तत्तु कपाले अस्ति एव. तत् कपाले अस्ति, परन्तु साक्षात् तत्र कार्ये नास्ति. न न न, साक्षात् कार्ये भवति भवतु न वा इति नास्ति प्रश्नः. अधिकरणे अस्ति वा कपालपरिमाणम्? आम् अस्ति. हा, तत् पर्याप्तम्. अधुना घटपरिमाणम् अधिकरणे अस्ति वा कार्याधिकरणे? घटपरिमाणं कार्याधिकरणे अस्ति, आम्. नास्ति, नास्ति इत्युक्ते साक्षात् नास्ति. साक्षात् नास्ति, परन्तु अस्माभिः सामानाधिकरण्यं साधितव्यं भवति. तदर्थं परम्परासम्बन्धः आवश्यकः, यतोहि कार्यकारणभावस्य प्रथमः नियमः अस्ति कार्यस्य कारणस्य च सामानाधिकरण्यं स्यात् इति. आम्, तर्हि इदानीं कारणम् कारणम् अधिकरणे साक्षात् अस्ति, परन्तु कार्यम् अधिकरणे साक्षात् नास्ति. अतः परम्परया सः सम्बन्धः साधनीयः. साधनीयः अवश्यम् इति द्वितीय असमवयीकारणस्य भेदः अस्ति. साक्षात् नास्ति कार्यस्य अधिकरणे विद्यमानत्वम्. अस्तु भगिनि, तर्हि अग्रिमवाक्यद्वयमपि पठतु किञ्चित्. द्वितीयासमवायिकारणं यथा घटपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणं. घटस्य परिमाणं समवायसम्बन्धेन घटे, कपालस्य परिमाणं समवायसम्बन्धेन कपाले. घटपरिमाणकपालपरिमाणयोः एकम् अधिकरणम् अप्रसिद्धम्. अतः कार्यस्य वा कारणस्य वा परम्परासम्बन्धः स्वीकार्यः. तर्हि तदैव अस्ति यद् तत्र कपालः अस्ति. कपाले तु कपालपरिमाणं अस्ति साक्षात्, परन्तु तत्र घटस्य परिमाणं तु कपाले साक्षात् नास्ति, घटे अस्ति. तर्हि एषः भेदः अस्ति इदानीं. तर्हि घटपरिमाणम् अनन्तरं कपालपरिमाणम् एतस्य कार्यकारणयोः द्वयोः एकम् अधिकरणम् इति साक्षात् नास्ति, तर्हि तत्र कारणीयः अस्ति. हा हा, इति अस्माभिः करणीयम् अधुना. तदर्थं परम्परासम्बन्धः स्वीकार्यः भवति. अस्तु, इदानीं समवाय परम्परासम्बन्धस्य अवगमनार्थं कानिचन पदानि आवश्यकानि. समवायी, समवेतम् इत्यादिकं तस्य प्रतिपादनम् अग्रे अस्ति. वेङ्कटेशमहोदय पठति वा? प्रथमं कपालः इति ततः आरभ्य किल? तस्मात् आम्. प्रथमं कपालः कार्यकारणयोः अधिकरणम् इति स्वीकुर्मः. अस्यां दशायां घटपरिमाणस्य साक्षात् सम्बन्धः अधिकरणे नास्ति. अतः घटपरिमाणस्य परम्परासम्बन्धः वक्तव्यः कपाले. स्वम् इति घटपरिमाणं, स्वशब्दः कुत्र प्रोक्तव्यः, यत्र साक्षात् सम्बन्धः नास्ति यत्र परम्परया एव सम्बन्धः शक्यः तत्र स्वशब्दस्य आवश्यकता भवति, स्वस्य साक्षात् अधिकरणं घटः, केन सम्बन्धेन, समवायसम्बन्धेन, अतः घटपरिमाणस्य समवायी घटः। अत्र यतः अत्र परम्परासम्बन्धः इति यत्र साक्षात् न सम्बन्धः न दृश्यते तत्र परम्परासम्बन्धः इति सम्बन्धः कल्पनीयः भवति, अतः तदर्थं वयं तत्र घटपरिमाणम् इति तत्र इदानीं घटे घटपरिमाणस्य साक्षात् सम्बन्धः अस्ति इति तत्र घटपरिमाणम् इति वयं स्वीकुर्मः। घटपरिमाणं यद्यपि समवायसम्बन्धेन घटे अस्ति परन्तु कपाले तत्र साक्षात् तस्य सम्बन्धः नास्ति, अतः तत्र तत्तु तयोः सम्बन्धः तु परम्परासम्बन्धः, अतः घटपरिमाणस्य स्वम् इति शब्देन वयं तत्र स्वं शब्दः तत्र स्व इति शब्दः प्रोक्तव्यः। यत्र वयं स्वशब्दः उपयोगं कुर्मः चेत् तत्र यत्र साक्षात् सम्बन्धः नास्ति तत्र परम्परया सम्बन्धः कल्पनीयः भवति तत्र स्वशब्दस्य आवश्यकता भवति। अत्र तु स्व इति घटपरिमाणमस्ति, स्व तु अधिकरणे समवायसम्बन्धेन घटे अस्ति, अतः स्वस्य समवायी घटः, अतः स्वसमवायी घटः तु स्वसमवायी इति वक्तुं शक्नुमः इति अत्र घटः स्वसमवायी अथवा घटपरिमाणसमवायी केवलं स्पष्टीकरणार्थम्। अस्तु, तर्हि बुधं स्यात् घटपरिमाणं घटे समवायेन अस्ति इति कृत्वा घटः समवायी, अधोभागे यदस्ति तद् समवायी, अधिकरणं यदस्ति तद् समवायी इति स्वीक्रियते, अतः घटपरिमाणस्य घटः समवायी इति पुल्लिङ्गपदम् अस्ति। महोदय अग्रे अपि किञ्चित् पठित्वा प्रतिपादयतु। समवायसम्बन्धः द्वयोः मध्ये भवति चेत् एकः आश्रितः भवति अन्यः आश्रयः भवति, परिमाणं घटे इति स्वीकरोतु, स्वसमवायसम्बन्धेन परिमाणं घटे, आश्रयः घटः, आश्रितं परिमाणम्, अत्र परिमाणसमवायी भवति घटः इत्युक्ते समवायसम्बन्धेन तत् परिमाणम् अस्मिन् घटे अस्ति, समवायसम्बन्धेन यस्मिन् अस्ति सः समवायी, नकारान्तशब्दः इनि प्रत्ययः, समवायः अस्मिन् अस्ति इति समवायी इति व्युत्पत्तिः, परिमाणसमवायः घटे अस्ति इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति, अत्र परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः, परिमाणस्य समवायः घटे। अतः इदानीं तु तत्र यत्र यत्र समवायसम्बन्धः भवति ययोः सम्बन्ध द्वयोर्मध्ये समवायसम्बन्धः भवति तत्र तु एकः तु आश्रयः भवति, यत् आश्रये अस्ति सः आश्रितः, अतः एकः आश्रितः भवति। अस्मिन् उदाहरणे तु तत्र घटपरिमाणं घटयोः सम्बन्धः समवायसम्बन्धः, घटपरिमाणं घटे समवायसम्बन्धेन अस्ति, अतः तत्र घटः आश्रयः परिमाणस्य, घटे आश्रितः आश्रितं परिमाणम्, अतः तत्र घटः परिमाणस्य समवायी, अतः परिमाणसमवायी इति वक्तुं तत्र शक्नुमः। समवायेन यस्मिन् अस्ति सः समवायी, तत्र पुनः समवायसम्बन्धेन समवायसम्बन्धस्य समवायी इति शब्दस्य तत्र विवरणं तत्र दत्तमस्ति, समवायः यस्मिन् अस्ति सः समवायी, अत्र तु घटः समवायी यतः परिमाणं घटे समवायसम्बन्धेन अस्ति इति तत्र परिमाणस्य परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः, अत्र तु परिमाणस्य समवायः घटः, घटः परिमाणसमवायी। समीचीनम्, तर्हि परिमाणस्य समवायः घटे अस्ति इति कृत्वा घटः परिमाणसमवायी, सर्वदा स्मर्तव्यं भवति यत् समवायी इत्यस्य प्रयोगेण अधोगमनं, घटपरिमाणं तः घटं प्रति अधोगमनं तदा समवायी इति युज्यते इति स्मर्तव्यं भवति। अत्र कोऽपि प्रश्नः? भगिनी समवायः इत्युक्ते समवायसम्बन्धः इति अस्तु. अन्ते अत्र परिमाणसमवायः इत्युक्ते परिमाणसमवायसम्बन्धः इति वा परिमाणस्य समवाय क्षम्यताम् रत्ना भगिनी वदतु, मध्ये भवत्याः ध्वनिः त्रुटिता जाता. न अत्र परिमाणसमवायः इत्युक्ते परिमाणसमवायसम्बन्धस्य न परिमाणस्य समवायः वस्तुतः समवायसम्बन्धः उभयोः वर्तते. अस्तु, परिमाणे अपि वर्तते, द्विनिष्ठः इति उक्तं खलु, परिमाणसमवायसम्बन्धः उभयोः वर्तते. तथा पश्यामश्चेत् परिमाणम् अपि समवायि समवायः यस्मिन् इनि प्रत्ययः खलु अस्य अस्मिन् वा इत्यस्मिन् अर्थे वस्तुतः परिमाणमपि समवायि घटः अपि समवायी स्यात् इति तु सत्यं. परन्तु परम्परासम्बन्धस्य अवगमनार्थं समवायी इति यत्र प्रयुज्यते तदा अधिकरणवाचकपदं द्रष्टव्यं भवति. अस्मिन् समवायसम्बन्धस्थले अधिकरणम् इति घटः घटपरिमाणम् आश्रितः घटः आश्रयः. तर्हि घटे परिमाणस्य समवायः अस्ति इति स्वीकृत्य घटः परिमाणसमवायी इति स्वीकर्तव्यं भवति. घटे परिमाणस्य समवायः, परिमाणस्य समवायः तदेव मया समवायः इति यः सम्बन्धः अस्ति तत् उभयत्र अस्ति इति जानामि. समवायसम्बन्धः परिमाणस्य अपि सम्बन्धः घटस्य अपि, घटस्य समवायः परिमाणस्य समवायः इति उच्यते. अर्थः परिमाणस्य समवायः इत्युक्ते यत् समवायसम्बन्धः परिमाणे अस्ति तत् परिमाणस्य समवायः इति वदामः वा? अस्तु, प्रायः तत्र तत्र अन्तिमवाक्यात् उपरि गच्छतु. परिमाणस्य समवायः घटे, परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः, परिमाणसमवायः घटे अस्ति इत्युक्तौ समवायसम्बन्धेन परिमाण स्वीकरिष्यति चेत् तत्र स्पष्टं भवति इति मन्ये. तदेव तत्र यत् भवत्या अवगतवती अवगतं तदेव सत्यं, परन्तु तत्र किञ्चित् पूर्वम् उक्त्वा अनन्तरं तस्य विवरणं महोदयेन दत्तमस्ति तत्र. अस्तु अस्तु, अग्रे सरेम वा? अस्तु तर्हि सरला भगिनी, सरला भगिनी अस्ति किं भगिनी? अहं म्यूट् अस्मि, कार्यालये अस्मि. अस्तु अस्तु, नास्ति चिन्ता. तर्हि अखिला भगिनी पठितुमिच्छति वा अग्रे? आं भगिनि. तर्हि घटपरिमाणस्य समवायी घटः, घटः पुनः कुत्र अस्ति इति चेत् कपाले. केन सम्बन्धेन? समवायसम्बन्धेन. तस्य समवायी कपालः. अनेन स्वसमवायी घटः, घटसमवायी कपालः. आहत्य स्वसमवायीसमवायी कपालः. स्वसमवायीसमवायित्वं घटपरिमाणं स्वसमवायीसमवायित्वसम्बन्धेन कपाले इति परम्परासम्बन्धः. अपि च कपालपरिमाणं कुत्र अस्ति? साक्षात् कपाले. केन सम्बन्धेन? समवायसम्बन्धेन. अतः स्वसमवायीसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इत्येव कार्यकारणभावः सिद्धः. अत्र घटपरिमाणस्य समवायी घटः तत्तु वयम् इदानीं साधितवन्तः. किञ्चित् अग्रे चिन्तयामः चेत् घटः पुनः कुत्र अस्ति इति, घटस्य अधिकरणं कुत्र इति चिन्तयामः चेत् घटस्य अधिकरणं कपालः इति वयं जानीमः एव. कटः घटः कपाले समवायसम्बन्धेन तिष्ठति. तर्हि घटस्य समवायी भवति कपालः. स्वम् इति यत् कार्यमस्ति, परिमाणम् इति स्वीकुर्मः चेत् स्वसमवायी इति घटः भवति, घटसमवायी इति कपालः भवति. तर्हि परिमाणतः कपालं प्रति गच्छेम चेत् तत्र स्वसमवायी समवायी कपालः इति वक्तुं शक्नुमः. तर्हि स्वसमवायी समवायित्वम् इति कपाले वर्तते. तर्हि इदानीं घटपरिमाणं कपाले कीदृशसम्बन्धेन वर्तते इति चिन्तयामः चेत् स्वसमवायी समवायित्वसम्बन्धेन इति वक्तुं शक्नुमः. तदेव अस्ति परम्परासम्बन्धः इति. यत् वयं पूर्वमेव उक्तं, तत्र परम्परासम्बन्धः इति, तत्र घटपरिमाणं कपाले वर्तते इति, परन्तु तत् कीदृशसम्बन्धः इति चिन्तयामः चेत् तत्र स्वसमवायी समवायित्वसम्बन्धः इति निर्णेतुं शक्नुमः. अपि च कपालपरिमाणम् इति यत् कारणम् अस्ति, तत्तु कपाले समवायसम्बन्धेन एव तिष्ठति. तर्हि यदा वयं कार्यकारणभावः वक्तव्यं चेत् अत्र स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं प्रति, इत्युक्ते कार्यं प्रति, समवायसम्बन्धेन कपालपरिमाणं कारणम् इति वक्तुं शक्नुमः. बहु समीचीनम् अस्ति. तर्हि अत्र कोऽपि प्रश्नः अस्ति वा? भगिन्या सर्वं प्रतिपादितमेव. कस्यचित् प्रश्नः? केवलं तस्मिन् यद्वाक्यम् अहं फार्मेट् इति उक्तवती, सा शैली, तस्मिन् तस्यामेव शैल्यां सम्बन्धाः स्थापिताः भवन्ति. अत्र कार्यस्य सम्बन्धः अधिकरणे भवति स्वसमवायी समवायित्वसम्बन्धः, कारणस्य यथा सामान्यं समवायसम्बन्धः, आहत्य स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले भवति, समवायसम्बन्धेन कपालपरिमाणं कपाले भवति. तत्सर्वं मिलित्वा इदं वाक्यं निष्पन्नम्. अत्र समवायित्वसम्बन्धं समवायसम्बन्धं तयोः भेदः अस्ति वा? अयं प्रश्नः एकवारं पूर्वमपि आगतः आसीत्. अस्तु, अस्तु. तर्हि तत्र उत्तरम् अहं स्पष्टतया न जानामि. केवलम् अत्र स्वसमवायी समवायि इति यः यद् निष्पन्नं, तस्य भावः कः? तस्मिन् समवायी समवायित्वम् अस्ति इति. हा हा, भावः त्वयोजनेन भावः निष्पन्नं, तत्तु कपाले एव अस्ति इति कृत्वा सः सम्बन्धः स्वीकृतः. धन्यवादः. अस्तु महोदय, परन्तु अहं पृष्ट्वा वदामि प्रायः स्वसमवायी समवायः इति किमर्थं न उच्यते इति. अस्तु, अखिला भगिनी अग्रिमवाक्यद्वयं पठति वा? आं भगिनि. ध्येयं यत् स्वसमवायी अपि च स्व आश्रयः इत्यत्र समानार्थकशब्दौ. अतः स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इत्यपि समीचीनम्. समवायी आश्रयः इत्यनयोः मध्ये आश्रयशब्दः इतोपि सामान्यं, समवायी इतोपि विशिष्टं, तावान् एव भेदः. किन्तु अत्र द्वयोः उपयोगः शक्यः, स्व आश्रयः स्वसमवायी. तत्र यदा वयं घटपरिमाणस्य समवायी घटः इति समवायी इति पदस्य उपयोगं कृतवन्तः पूर्वं, तत्र स्व आश्रयः इत्यपि वक्तुं शक्नुमः. तत्र स्वसमवायी स्व आश्रयः इति तत्र समानार्थक पदौ एव, समानार्थकपदे. तर्हि अत्र यदा वयं यथा तत्र स्वसमवायी समवायित्वसम्बन्धेन इति तत् वाक्यं रचितवन्तः, तत्र समवायी इति स्थले आश्रयः इति पदम् उपयुज्य अपि स्व आश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति अपि वक्तुं शक्नुमः. तदपि साधु तत्र समवायी आश्रयः इति एकार्थः एव बोधयति इति कारणात् तत्र विकल्पेन द्वयोः शब्दयोः अपि उपयोगं कर्तुं शक्नुमः. अत्र समवायी इति यत् पदम् अस्ति तत् किञ्चित् वैशिष्ट्यपदम् अस्ति. आश्रयः इति पदं तु सामान्यपदमस्ति. तदेव तत्र भेदः इति अस्ति. आम् अस्तु. इत्युक्ते आश्रयः तु सर्वत्र भवति खलु, यत्र संयोगः भवति तत्रापि एकः आश्रयः अन्यः आश्रितः किल, तदर्थम् आश्रयः इति सामान्यम् इति उक्तम्. परन्तु समवायि इति यत्र उक्तम् आश्रयः तु अस्ति एव, परन्तु सः आश्रयः समवायसम्बन्धस्य आश्रयः इति स्पष्टं भवति. तदर्थमेव स्वसमवायी इति उपयोगं कृत्वा. संयोगस्थले प्रायः संयोगी इति स्यात्, संयोगः सम्बन्धः अस्ति आश्रये इति कृत्वा. अस्तु तर्हि अग्रे सरेम. इतः भारती भगिनी पठति वा? हा पठामि भगिनि. उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया, कारणसम्बन्धः च साक्षात् अधिकरणे इति स्वीकृतम्. कार्यसम्बन्धः साक्षात् अधिकरणे, कारणसम्बन्धः च अधिकरणे परम्परया. कार्यकारणभावः साधनीयः, अतः अस्माकं कार्यकारणयोः समानाधिकरण्यम् अपेक्षितम् एव. अस्मिन् पर्याये अधिकरणं किं? घटः. घटपरिमाणं साक्षात् घटे च, किन्तु कपालपरिमाणं सा च कुत्र अस्ति? कपाले. पुनः घटे भवेत् इति वक्तव्यं चेत् परम्परया एव वक्तुं शक्यम्. पूर्वम् उदाहरणे कार्यसम्बन्धः इत्युक्ते घटं प्रति. एकनिमिष, कार्यं किम् आसीत् उदाहरणे? पूर्वं कारणं कपालः आसीत् न भगिनि. इदानीं यद् चर्चितं घटपरिमाणं कपालपरिमाणम् इत्यस्मिन् चित्रं पश्यतु, उपरितने भागे चित्रमस्ति खलु, तत्र कार्यं किं कारणं किम्? कार्यं घटः न एकनिमिषः. इदानीम् असमवायिकारणस्य चर्चा खलु, असमवायिकारणस्य चर्चायां घटपरिमाणमिति कार्यं, कपालपरिमाणमिति कारणं. घटः कार्यम् आसीत् कुत्र? समवायिकारणचर्चायां. घटः कार्यं, कपालः कारणम् इति समवायिकारणस्य उदाहरणं. समवायिकारणम्. अधुना चर्चा जायमाना अस्ति असमवायिकारणविषये. तत्र कार्यम् इति घटपरिमाणं, कारणम् इति कपालपरिमाणम् इति बुद्धं वा? चित्रे यदस्ति. अपि च इदं द्वितीय असमवायिकारणम् इति उच्यते, यतोहि कपालपरिमाणम् अथवा कारणं साक्षात् वर्तते अधिकरणे, कपाले, कार्याधिकरणे. किन्तु घटपरिमाणम् इति कार्यं यदस्ति तद् साक्षात् नास्ति कपाले, मध्ये घटः दृश्यते खलु चित्रे. एतदर्थं परम्परासम्बन्धं स्वीकृत्य घटपरिमाणम् इति स्वं घटस्य समवा घटपरिमाणस्य समवायी घटः पुनः घटस्य समवायीकपालः एतत् सर्वं स्वीकृत्य स्वसमवायीघटः घटस्य समवायीकपालः कपाले घटस्य समवायित्वम् अस्ति आहत्य सर्वं मिलित्वा स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति इति साधितम् एतावता. एतत् स्पष्टं वा? स्पष्टं. तर्हि इदानीं भवती पुनः वाक्य तद् पठतु यत् पठितवती. उपरितने उपरितने उदाहरणे कार्यसम्बन्धः इत्युक्ते घटपरिमाणं कार्यसम्बन्धः अधिकरणे परम्परया अधिकरणे इत्युक्ते कपाले परम्परया कारणसम्बन्धः कपालपरिमाणं च साक्षात् अधिकरणे कपाले इति स्वीकृतं. अधुना विपरीतं कुर्मः. विपरीतम् इत्युक्ते अन्यत् कुर्मः. विपरीतम् इत्युक्ते इदानीं कार्यसम्बन्धः साक्षात् भवतु इति स्वीकुर्मः, कारणसम्बन्धः परम्परया भवतु इति स्वीकुर्मः इति. कारणसम्बन्धपरम्परया तर्हि चित्रं दृष्ट्वा वदतु, चित्रं दृष्ट्वा वदतु कार्यं साक्षात् कुत्र अस्ति? कार्यं विपरीतं सम्बन्धे कपाले अस्ति, कपालपरिमाणम् अस्ति. कार्यम् इति घटपरिमाणं, घटपरिमाणं साक्षात् कुत्र अस्ति? घटपरिमाणं साक्षात् कपाले अस्ति, साक्षात् घटे अस्ति. विपरीतं कुर्मः इत्युक्ते घटपरिमाणं साक्षात् कुत्रचित् भवतु, कपालपरिमाणं परम्परया कुत्रचित् भवतु इति स्वीकरणम्. अस्तु, अस्मिन् क्रमे किं भवति? घटः अधिकरणं भवति, न तु कपालः. प्रथमे उदाहरणे घटपरिमाणं कपाले अस्ति परम्परया इति साधितम्. अस्मिन् क्रमे कपालपरिमाणं घटे अस्ति परम्परया इति साधितव्यं भवति. कपालपरिमाणं घटे अस्ति इति. तर्हि एरो मार्क् द्वयं, शरद्वयं भवति. घटपरिमाणं तः घटः, घटतः कपालः इति प्रथमक्रमः. विपरीतक्रमे पुनः तत्र शरद्वयं भवति, कपालपरिमाणं तः कपालः, कपालतः घटः इति विपरीतक्रमः. अधुना विपरीतं कुर्मः. कार्यसम्बन्धः साक्षात् अधिकरणे कार्यसम्बन्धः इत्युक्ते घटपरिमाणं साक्षात् अधिकरणे घटे अधिकरणमपि परिवर्तितम्. अधुना विपरीतत्वेन गच्छामश्चेत् अधिकरणमेव परिवर्तितं. पूर्वं कपालः इति अधिकरणम् आसीत्, अधुना घटः इति अधिकरणम्. कारणसम्बन्धः च अधिकरणे परम्परया. कारणम् अस्ति कपालपरिमाणं, तत् विपरीत कुर्मः चेत् कारणं घटे अस्ति. हा हा, इति साधितव्यं भवति. अधुना कथञ्चित् समानाधिकरणीयं, यत्किमपि अधिकरणत्वेन स्वीकरोतु, घटः स्वीकरोतु वा कपालः स्वीकरोतु, परन्तु अन्ततो गत्वा कार्यम् अपि अधिकरणे, कारणमपि अधिकरणे इति कथञ्चित् साधितव्यं भवति. अधुना कारणस्य परम्परासम्बन्धः वक्तव्यः भवति. कार्यकारणभावः साधनीयः. अतः अस्माकं कार्यकारणयोः समानाधिकरणीयम् अपेक्षितमेव. अस्मिन् पर्याये अधिकरणं किं? घटः. घटपरिमाणं साक्षात् घटे, किन्तु कपालपरिमाणं सा च कुत्र अस्ति? कपाले. पुनः घटे भवेत् इति वक्तव्यं चेत् परम्परया एव वक्तुं शक्यं। परम्परया एव कारणम् अपि घटे अस्ति इति वा? हा सत्यम्, अधुना बुद्धम् इति चिन्तयामि। परम्परासम्बन्धेन कपालपरिमाणं घटे अस्ति इति साधनीयं भवति, विपरीतदिशि गमनं भवति। तदर्थं किं किम् अपेक्षितम् इति अग्रे पश्येम। तर्हि मनसि इदं भवेत् यद् अधुना असमवायिकारणेव कारणमेव अस्तु, विपरीतत्वेन गमनेन किमपि न परिवर्तितं, द्वितीयम् असमवायिकारणमेव, किन्तु अपरेण माध्यमेन वक्तुं शक्नुमः, अपरया रीत्या वक्तुं शक्नुमः, विपरीतगमन विपरीतदिशि गत्वा इति तावदेव। धन्यवादः। अस्तु अस्तु, तर्हि नीता भगिनी अग्रे पठति वा? नीता भगिनी अस्ति किम्? रवि महोदय, अस्तु, विद्याशङ्करमहोदय भवान् एव कृपया पठतु। कपालपरिमाणं घटे अस्ति इत्यस्य साधनार्थं समवेतशब्दस्य प्रयोगः करणीयः। समवेतं नाम समवायसम्बन्धेन विद्यमानं, समवायी इत्येन अधः गमनं, समवेतम् इत्यनेन उपरि गमनं। पूर्वमपि इदम् अस्माभिः दृष्टम्। फले एकः रसः अस्ति इति वाक्येन एकत्वसङ्ख्या रसश्च द्वौ अपि गुणौ एकत्वं फले समवायसम्बन्धेन रसः अपि फले एकत्वं फले समवायसम्बन्धेन रसः अपि फले समवायसम्बन्धेन। तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इत्यनेन एकत्वं रसे, ततः गुणः गुणे इति कथं साधनीयम् इति चेत् एकत्वस्य आश्रयम् आश्रयः फलं, तत् समवेतः समवायसम्बन्धेन विद्यमानः भवति रसः, समवेतत्वं रसे, स्वं च एकत्वम्। अतः स्वसमवायिसमवेतः रसः, स्वसमवायिसमवेतत्वं रसे, अपि च स्वसमवायिसमवेतत्वसम्बन्धेन एकत्वं रसे। अनेन फले एकः रसः अस्ति इति वाक्यं सिद्धम्। चिन्तनीयमस्ति, कपालपरिमाणं घटे अस्ति। इदं गते सप्ताहे अपि किञ्चित् चर्चितं, पुनस्मरणार्थम् अत्र सप्त अशीतितमे पुटे एकं पुष्पं गन्धे अस्ति, गन्धजले अस्ति तत्, हा हा हा तथा एव किञ्चित् तत्र सप्त अशीतितमे पुटे अधोभागे एकं चित्रम् अस्ति, तर्हि उपयोगकरं भवति अस्य प्रतिपादनार्थम् इति चिन्तयामि, तद्दृष्ट्वा अपि वक्तुं शक्नोति। सप्ताशीतितमे, स्वरूपं घटः एकत्वं तत्वा तदेव, तत्र घटः इति अस्ति परन्तु तत्र फलम् इति योजयतु तावदेव। अस्तु, रसः समवायसम्बन्धेन फले अस्ति, एकत्वमपि समवायसम्बन्धेन फले अस्ति, ततः फलं प्रथमतया समवेतम् इत्युक्ते किम्? यदि रसगुणः द्रव्ये अस्ति तत् गुणं द्रव्यसमवेतम्। गुणः द्रव्यसमवेतं नाम समवेतम् इत्युक्ते समवायेन विद्यमानम् इति। तत्र रसः फले अस्ति चेत् रसः फलसमवेतम्। एकत्वमपि एकत्वमपि फलसमवेतम् समवेतं। फलं किं भवति तदा? फलम् आश्रयः अस्ति, अतः एकत्वं च रसः आश्रितः। अस्तु, आश्रयस्य अपरं नाम अस्ति खलु अधिकरणम्, अधिकरणम् अस्ति फलम् अधिकरणं, किन्तु समवायि आश्रयस्य समवायि, समवायघटित आश्रयः खलु, तदर्थं समवायि इति अपि अस्ति. तर्हि अधोगमनार्थं, रूपात् अधोगमनार्थं घटं प्रति समवायि इत्यस्य प्रयोगः. पुनः अधिकरणं घटः वा फलः अस्ति चेत् तस्मात् उपरि गमनार्थं समवेतम् इत्यस्य प्रयोगः. फलः फलं रससमवायि, फलम् एकत्र समवायि अवश्यम् इति अस्ति. अस्तु, इदानीं फले एकः रसः अस्ति इत्यस्मात् किञ्चित् प्रतिपादयतु. फले एकः रसः अस्ति इति वाक्येन एकत्वसङ्ख्या रसस्यापि द्वौ अपि गुणौ एकत्वं फले एव समवायसम्बन्धेन तिष्ठतः. तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इति अनेन एकत्वं रसे इति कथं साधनीयम् इति प्रश्नः अस्ति. अत्र एकत्वस्य आश्रयः तादृशः प्रश्नः किमर्थम् उदेति? यतोहि गुणः गुणे अस्ति इति न वक्तुं शक्नुमः साधारणतया. अस्तु, न वक्तुं शक्नुमः, परन्तु साधनीयं भवति. यतोहि गते सप्ताहे एकम् उदाहरणं दत्तम्, उन्नतः वृक्षः खलु. वृक्षः इति विशेष्यम्, उन्नतः इति विशेषणवाचकपदं. वस्तुतः उन्नतत्वम् इति विशेषणं, तत्तु वृक्षे अस्ति इति साधनीयं. तत्र तु सौलभ्यम् अस्ति, परन्तु अतः एकः रसः इत्यस्य वदनेन एकः इति विशेषणवाचकं पदं भवति, एकत्वम् इति विशेषणं भवति, विशेषणं विशेष्ये रसे अस्ति इति अस्य अर्थः खलु. परन्तु वयं तु जानीमः गुणः गुणे नास्ति, तर्हि तत्र किञ्चित् क्लेशः अनुभूयते, कश्चन क्लेशः. तस्य निवारणार्थम् एकत्वम् इति गुणः रस इति गुणे अस्ति इति परम्परया साधितव्यम्. कथं साधनीयम् इति अग्रे अस्ति उच्यताम्. एकत्वस्य आश्रयः फलं, तत् समवेतः समवायसम्बन्धेन विद्यमानः रसः. समवेतत्वं रसे अस्ति. त्वं च एकत्वम्, एकत्वम् एकत्वं फले अस्ति. अतः स्वम् इति एकत्वम् अस्ति चेत् स्वसमवायि अस्ति फलं, तत्र समवेतः रसः. स्वसमवायि समवेतः फले रसः. स्वसमवायि समवेतत्वं रसे अस्ति, अपि च स्वसमवायि समवेतत्वसम्बन्धेन एकत्वं रसे, एकत्वं रसे अस्ति. यतोहि द्वयोः अपि अधिकरणं फलम् अस्ति. अनेन फले एकः रसः अस्ति इति वाक्यं सिद्धम्. आहत्य अत्रापि एकत्वात् आरभ्य रूपपर्यन्तं गमनम् आसीत् खलु. एकत्वं रूपे अस्ति इति साधनीयम् आसीत्, एकत्वात् आरभ्य रूपपर्यन्तं गमनम् आसीत्, मध्ये फलम् अस्ति. फलं तु समवायि इति स्वीकृत्य अधोगमनं, स्वसमवायि इति उक्त्वा पुनः उपरि गमनं, स्वसमवायि समवेतम् इति उक्त्वा स्वसमवायि तत्त्वेन एकत्वं रसे अस्ति इति उक्तम्. एतावता स्पष्टं वा विषयः? अस्तु अस्तु, तर्हि अग्रे अपि किञ्चित् वदतु महोदय. अग्रे केवलं समवेतत्वम् उपयुज्य द्वितीयसमवायिकारणं कथं भवति इति प्रकटीकृतं तावदेव. एवमेव प्रकृतौ अपि समवेतत्वस्य प्रयोगेन परम्परासम्बन्धं साधयितुं शक्यते. स्वम् इति कपालपरिमाणं, स्वसमवायि कपालः, तत्र समवेतः भवति घटः, ततः समवेतत्वं घटे. तथा च स्वसमवायि समवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते. तत्रैव घटे घटस्य परिमाणं समवायसम्बन्धेन वर्तते इति कारणस्य सम्बन्धः परम्पर्या सम्बन्धः. तत्र घटपरिमाणं साक्षात् समवायसम्बन्धेन घटे अस्ति. अतः समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. अत्र स्वसमवायिसमवेतत्वं स्वीकृत्य कारणसम्बन्धः आहत्य कार्यस्य सम्बन्धः परम्परासम्बन्धः अथवा कारणस्य सम्बन्धः परम्परासम्बन्धः उभयथा वक्तुं शक्यते. उभयत्र कार्यकारणयोः एकम् अधिकरणं सिद्ध्यति इति द्वितीयविधम् असमवायिकारणम्. एवमेव प्रकृतौ अपि समवेतत्वम् इति शब्दस्य प्रयोगेन समवायित्वं विहाय समवेतत्वं शब्दस्य प्रयोगेण परम्परासम्बन्धम् अपि साधयितुं शक्यते. अत्र स्वम् इति कपालपरिमाणं पूर्वस्मिन् सन्दर्भे स्व इति घटपरिमाणम् आसीत्. अत्र स्वं कपालपरिमाणं तस्य समवायि कपालः तत्रैव समवेतः अस्ति घटः. यतोहि ततः घटे समवेतत्वम् अस्ति अपि च स्वसमवायि इत्युक्ते कपालः समवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते. स्वसमवायिसमवेतत्वं घटे अस्ति. चित्रं पश्यति चेत् इतोपि स्पष्टं भवति. स्वम् इति कपालपरिमाणं चित्रे, अधोगमनार्थं समवायि इत्यस्य योजनं, स्वसमवायि कपालः, अग्रे तत्र समवेतः घटः, स्वसमवायि समवेतत्वं घटे अस्ति. तत्र घटे घटपरिमाणं समवायिसम्बन्धे तत्र घटसमवेतः अस्ति घटपरिमाणं. अतः तत्र तु न कोऽपि क्लेशः. घटपरिमाणं साक्षात् एव अस्ति, समवेतः अस्ति घटे, समवेतम् अस्ति. केवलं कपालपरिमाणं साक्षात् नास्ति घटे इत्यनेन एतत् सर्वं कर्तव्यम् आसीत्. तत्र वक्तुं शक्नुमः आहत्य कपालपरिमाणं केन सम्बन्धेन घटे? कपालपरिमाणं स्वसमवायसमवेतत्वसम्बन्धेन घटे. सम्यक्. घटपरिमाणं केन सम्बन्धेन घटे? समवायसम्बन्धेन घटे. आहत्य वाक्यं किं भवति? कपालपरिमाणं स्वसमवायिसमवेतत्वसम्बन्धेन घटे स्थित्वा समवायसम्बन्धेन घटपरिमाणं प्रति कारणं भवति. हा, बहु समीचीनम्. इति द्वितीय असमवायिकारणस्य प्रकटीकरणार्थं वाक्यद्वयं भवितुम् अर्हति. एकस्मिन् कार्यस्य परम्परासम्बन्धः, अपरस्मिन् कारणस्य परम्परासम्बन्धः इति तावदेव अस्ति. अत्र कोऽपि प्रश्नः अस्ति वा कस्यचित्? अस्तु, अग्रे सरला भगिनी, अभ्यासाः सन्ति, तद् किञ्चित् पठित्वा कारयतु. क्षम्यतां, सन्ध्या भगिनी. द्वितीयविधम् असमवायिकारणं घटपरिमाणं कपालपरिमाणं स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् अथवा समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् इत्थं च द्वितीयम् असमवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् अभ्यासः तत्र पटरूपं एकनिमिषः अभ्यासात् प्राक् स्थूलाक्षरैः यद्वाक्यं पठितं तत्तु मूलग्रन्थे ग्रन्थात् उद्धृतमस्ति. अस्तु, कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. इति वाक्यं प्रथमविध असमवायिकारणस्य वाक्यं किम् आसीत् उपरि अस्ति करपत्रे कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् प्रथमविध असमवायिकारणम् आसीत् तत्र उदाहरणं घटः कपालसंयोगः इति खलु तत्र क्रमशः योजयतु कार्येण अर्थे इत्यस्य स्थाने तर्हि अत्र कार्यम् अस्ति घटः अनन्तरम् अर्थः अस्ति तत्र अधिकरणं कपालः तत्र समवेतम् अस्ति यद् कारणम् अस्ति कपालसंयोगः तद् असमवायिकारणम् अस्ति तर्हि वाक्यं भवति घटेन सह एकस्मिन् कपाले समवेतं सत् कपालसंयोगः असमवायिकारणम् बहु समीचीनम् इति प्रथमविध असमवायिकारणं द्वितीयविध असमवायिकारणस्थले वाक्यं किञ्चित् परिवर्तितं कथम् इति प्रतिपादयतु एतदेव किल कारणेन सह एकस्मिन् अर्थे तर्हि द्वितीय असमवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणं कार्येण सह इति न उक्तं कारणेन सह इति उक्तं तर्हि चिन्तनीयं भवति अत्र किं कारणम् इति अस्तु अर्थः इति तु भवती जानाति अर्थः इत्युक्ते अधिकरणम् अधिकरणं किम् अत्र अत्र अधिकरणम् अस्ति कपालः कपाले समवेतं किम् अस्ति कपाले समवेतम् अस्ति कपालपरिमाणं कपालपरिमाणं तत्तु स्पष्टम् अधुना कारणेन सह एकस्मिन् अर्थे समवेतम् इति उक्तम् कारणेन सह इति पदेन किं निर्दिष्टम् अत्र इति द्रष्टव्यं भवति तर्हि कारणेन सह इति निर्दिष्टमस्ति घटपरिमाणं घटपरिमाणं तु कार्यमस्ति खलु कार्येण सह इति न उक्तं कारणेन सह इति उक्तं तर्हि अत्र पश्यतु चित्रं पश्यति चेत् कपालपरिमाणेन सह कपाले अन्यत् किं दृश्यते घटः घटः अपि च घटः घटपरिमाणस्य समवायिकारणम् अस्ति वा घटः घटपरिमाणस्य समवायिकारणम् अस्ति आम् हा तर्हि अस्मिन् वाक्ये कारणेन इत्यनेन समवायीकारणं स्वीकर्तव्यं भवति अस्तु तर्हि इदानीं वदतु वाक्यं समीचीनमस्ति न वा इति कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणं कारणम् इत्यस्य स्थाने समवायिकारणं योजयित्वा वदति चेत् कथं भवति तर्हि अत्र न किञ्चित् तत्र कारणेन इत्यस्य स्थाने समवायिकारणेन इति योजयतु घटपरिमाणस्य समवायिकारणं किम् भगिनि घटपरिमाणस्य समवायिकारणम् अस्ति घटः घटः घटः तत्तु स्पष्टं खलु आम् घटपरिमाणम् इति गुणः घटे अस्ति आम् अस्तु गुणं प्रति स्वयं द्रव्यमेव समवायिकारणं तर्हि तत्तु स्पष्टं स्यात् आम् अपि च तद् घटं घटः कपाले समवेतः यथा कपालपरिमाणं कपाले समवेतं तथा एव घटः अपि कपाले समवेतः आम् तदर्थम् उक्तं कपालपरिमाणम् इति यद् कारणम् अस्ति तद् कारणेन सह समवेतम् इति अत्र कारणेन इति पदेन समवायीकारणम् इति स्वीकर्तव्यं भवति इति बुद्धं वा तद् अवगच्छामि, परन्तु अत्र यदि एकक्षणं, तत्र कारणेन सह एकस्मिन् अर्थे समवेतम् इति यदि वदामः तर्हि तत्र अवगमनं नास्ति मम यद् घटः स्वीकरणीयः अस्ति वा कपालपरिमाणं स्वीकरणीयम् अस्ति. घटः स्वीकरणीयः भवति. अस्तु, अत्र अत्र कार्यस्य कार्यस्य समवायि इति शब्दः अग्रे योजयामः चेत् किञ्चित् कार्यस्य समवायिकारणेन सह तत्र किञ्चित् मम लाघवम् आसीत्. सत्यं सत्यं, तस्मिन् इतोपि स्पष्टता आसीत् अस्ति. कार्यस्य कारणेन सह इति स्वीकर्तव्यं भवति. कार्यस्य अन्यत् कारणं किं? घटः खलु. तेन सह एकस्मिन् अर्थे अधिकरणे समवेतं कपालपरिमाणम् असमवायिकारणम् इति बुद्धं वा? अस्तु, तावदेव अस्ति. पूर्वस्मिन् वाक्ये कार्येण सह एकस्मिन् अर्थे इति, अस्मिन् वाक्ये कारणेन सह एकस्मिन् अर्थे इति यत्र अस्ति तत्र कार्यस्य कारणेन सह इति स्वीकृत्य तस्मिन् समवायिकारणं योजनीयं भवति. तर्हि अत्र कारणं घटः इति अस्ति, तर्हि कार्यं तत्र घटपरिमाणम् इति वा? इति अस्ति. सत्यं सत्यं, घटपरिमाणस्य समवायकारणं घटे कारणेन घटेन सह एकस्मिन् अधिकरणे एकस्मिन् कपाले तत्र समवेतं कपालपरिमाणं स्थित्वा घटपरिमाणं प्रति असमवायकारणं तदस्ति कपालपरिमाणं. हा, कारणं कपालपरिमाणम्. अस्तु, तर्हि यदि अत्र भिन्नपदानि योजयामः अस्मिन् वाक्ये, वाक्यमस्ति कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणं, तर्हि तत्र घटेन सह एकस्मिन् कपाले समवेतं सत् कारणम् अस्ति कपालपरिमाणं, तद् अस्ति असमवायिकारणम्. एतत् सम्यक् किल? समीचीनं, बहु समीचीनं, तथा एव अस्ति. कारणेन इति पदेन समवायिकारणं स्वीकर्तव्यं भवति. कार्यस्य समवायिकारणं घटः, तद् तत्र योजितः, तावदेव. अस्तु अस्तु, तर्हि अभ्यासः अस्ति अग्रे, पटरूपं तन्तुरूपं, तत्रापि कार्यं किं कारणं किम् इति उक्त्वा वाक्यं वदतु किञ्चित्. तर्हि अत्र कारणम् अस्ति तन्तुरूपं, कार्यम् अस्ति पटरूपम्. एतत् सम्यक्? समीचीनं समीचीनं. एवमस्ति यद् अवयवे विद्यमानः गुणः अवयविनी विद्यमानस्य गुणस्य कारणम्. अवयवः कपालः, तस्मिन् विद्यमानः गुणः परिमाणं, तर्हि अवयवे विद्यमानः गुणः कपालपरिमाणम् अवयविनि विद्यमानस्य गुणस्य नाम घटपरिमाणस्य, अवयवी इति घटः, तस्मिन् विद्यमानस्य गुणस्य कारणं, तथैव अत्रापि पटरूपं तन्तुरूपं. तर्हि अत्र पटरूपं तत्र किमुक्तं मया, तन्तुरूपं कारणम् अनन्तरं पटरूपं कार्यं, तर्हि तत्र पटरूपम् इति कार्ये अस्ति, तत्र पटः इति तत्र कारणमस्ति, तर्हि पटेन समवायिकारणं समवायिकारणं, यतः द्वयोः समवायसम्बन्धः अस्ति. तर्हि इदानीं स्थूलाक्षरैः यद्वाक्यमस्ति तत्र यदि अभ्यासस्य पदानि स्थापयामः, तर्हि पटेन सह एकस्मिन् तत्र एकस्मिन् किम् एकस्मिन् तन्तौ पटः कुत्र अस्ति? तन्तौ तर्हि पटेन सह एकस्मिन् तन्तौ समवेतं सत् तत्र असमवायिकारणम् अस्ति तन्तुरूपम्. बहु समीचीनं, भवत्या सम्यक्तया अवगतम् इति भाति. तर्हि उपरि यद्वाक्यमस्ति स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति इत्यादिकमस्ति खलु, तथा वाक्यानि रचयित्वा वदतु किञ्चित्. एतद् वाक्यं किल, समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणं, तत् तथा किल? तथा तस्मात् उपरि अपि एकं वाक्यमस्ति खलु, एकस्मिन् वाक्ये कार्यस्य परम्परासम्बन्धः, अपरस्मिन् वाक्ये कारणस्य परम्परा. तर्हि द्वयमपि वाक्यद्वयमेव. तर्हि इदानीं स्वम् इति अत्र स्वम् इति कस्य वाचकः भवति? कोऽपि सहायं करोति? गुणस्य, कार्यस्य वा कारणस्य वा? किन्तु स्वम् इति कस्यचित् भवति, कस्य भवति इत्युक्ते कस्य परम्परासम्बन्धः भवति इति द्रष्टव्यं. तस्य स्वम् इति पदेन सूचकत्वं भवति. तर्हि प्रथमं यदि स्वम् इति पटरूपं स्वीकुर्मः, तर्हि तत्र स्वं पटरूपं, स्वसमवायी अस्ति पटः, तर्हि स्वसमवायी समवायित्वम् अस्ति स्वसमवायी पटः, तर्हि स्वसमवायी समवायित्वम् अस्ति तन्तौ. तर्हि स्वसमवायी समवायित्वसम्बन्धेन पटरूपं प्रति समवायसम्बन्धेन तत्र तन्तुरूपं कारणं भवति इति एव अस्ति वाक्यं. बहु सम्यक्. अग्रिमवाक्यमपि वदति वा? इदानीं तन्तुरूपं तन्तुरूपम् असमवायिकारणं भवति वा? सत्यं, सत्यं सत्यं. भगिन्या किम् उक्तम्? असमवायिकारणम् इत्येव खलु, अथवा केवलं कारणम् इति? केवलं कारणम् इत्येव उक्तम्, असमवायिकारणम्. आम्, अस्तु भगिनि. इदानीं यदा विपरीतं कुर्मः, इदानीं स्वम् इति यदि तन्तुरूपं स्वीकुर्मः, तर्हि तत्र समवायसम्बन्धेन पटरूपं प्रति स्वसमवायि समवेतत्वसम्बन्धेन तत्र तन्तुरूपम् इदानीम् असमवायिकारणं भवति. समीचीनं, तथा एव अस्ति. यत्किमपि परम्परया साधितव्यं भवति तद् स्वम् इति भवति, तदवलम्ब्य एतादृशवाक्यानि भवन्ति असमवायिकारणस्थले. अत्र कोऽपि संशयः अस्ति वा? असमवायिकारणस्य द्वैविध्यं, प्रथम असमवायिकारणं किं, द्वितीय असमवायिकारणं किम् इति बुद्धं चेत् अग्रे गमनार्थं सौकर्यं भवति. तर्हि अयमेव करपत्रस्य आशयः आसीत्, अस्य स्पष्टीकरणं. सर्वेषां मनसि असमवायिकारणस्य स्पष्टता अस्ति इति मन्ये खलु? अस्तु, तर्हि अग्रिमविषयः अस्ति परम्परासम्बन्धस्य विषये किञ्चित् तद् पठित्वा समापयितुं शक्नुमः. रत्ना भगिनी पठति वा? अस्तु भगिनि. परम्परासम्बन्धः एकमुखेन स्वीकरणीयः. पुस्तकं हस्ते अस्ति संयोगसम्बन्धेन. अत्र संयोगसम्बन्धः हस्ते अपि पुस्तके अपि. तदर्थं संयोगसम्बन्धः द्विनिष्ठः इति उच्यते. अत्र प्रश्नः उदेति, समवायसम्बन्धः तथा नास्ति किम्? समवायेन यस्मिन् अस्ति सः समवायी इति. परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य. किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति, परिमाणे अपि अस्ति, उभयत्र आश्रितः. अतः घटः अपि समवायी, परिमाणम् अपि समवायी खलु. अनेन गुणः अपि समवायी, द्रव्यम् अपि समवायी इति चेत् यथा घटः परिमाणसमवायी तथैव परिमाणम् अपि घटसमवायी. अस्तु, अग्रे पठामि वा भगिनी अथवा? उच्यतां भगिनि एतावता. अस्तु अस्तु, यदि उदाहरणं स्वीकुर्मः, पुस्तकं हस्ते अस्ति इति, तत्र द्रव्ययोः सम्बन्धः अस्ति संयोगसम्बन्धः. अत्र तदर्थं संयोगसम्बन्धः पुस्तके अपि अस्ति, हस्ते अपि अस्ति, अतः सः द्विनिष्ठः इति उच्यते. अनन्तरं समवायसम्बन्धः अपि तथा एव अस्ति. यथा समवायसम्बन्धः गुणगुणिनोः अथवा क्रियाक्रियावतोः भवति, तत्र गुणगुणिनोः इति स्वीकुर्मः चेत् समवायसम्बन्धः गुणे अपि अस्ति, द्रव्ये अपि अस्ति, अतः समवायसम्बन्धः अपि द्विनिष्ठः भवति. तत्र समवायेन यस्मिन् अस्ति सः समवायी. परिमाणम् अस्ति घटे समवायेन इति चेत् घटः अत्र उदाहरणं स्वीकृतमस्ति, घटपरिमाणं घटे समवायसम्बन्धेन अस्ति, अतः घटः घटपरिमाणसमवायी इति. किन्तु समवायः इति सम्बन्धः परिमाणे अपि अस्ति, अतः घटः समवायी. किमर्थम् इत्युक्ते समवायसम्बन्धः तस्मिन् अस्ति, परिमाणे अपि परिमाणस्य समवायः इति कृत्वा घटः परिमाणसमवायी. भगिनी अत्र परिमाणस्य सम्यक् परिमाणस्य समवायसम्बन्धः इति किल? परिमाणस्य समवायः इति चिन्तयतु. समवायः इत्युक्ते समवायसम्बन्धः. तदर्थं घटः परिमाणसमवायी तथा एव परिमाणं घटसमवायी. आहत्य समवायसम्बन्धस्तु उभयत्र वर्तते. द्वितीयसमवायी समवेतम् अपि वक्तुं शक्नुमः किल? परिमाणं घटसमवेत समानः एव किल? परिमाणं घटसमवेतः अस्तु, समवेतं, तत् समीचीनम्. अन्यत् किम् आसीत् भवतः? परिमाणं घटसमवायी इति उक्तम्, अत्र समानार्थक विषयः वा? परिमाणं घटसमवायी, परिमाणं घटसमवेतम्, तथा न वक्तुं शक्नुमः. समवेतम् इत्युक्ते समवायेन विद्यमानम् इति. समवेतम् इत्यनेन आश्रितः सूचितः अस्ति, न तु आश्रयः इति स्पष्टं स्यात्. परन्तु यथा यदा कदापि समवायी इति वदामः, तत्र इनि प्रत्ययः युङ्क्तः अस्ति. इनि इत्युक्ते अस्मिन् इति अधिकरणं सूचितम्. तर्हि समवायसम्बन्धस्तु उभयत्र अस्ति एव, किन्तु किमर्थं समवायी इत्यनेन केवलं घटः इति वदामः इति प्रश्नः कश्चन. एकदिशि एव गन्तव्यं भवति किमर्थम् इति. रत्ना भगिन्याः प्रश्नः आसीत् वा अत्र? अतः घटः अपि समवायि, परिमाणम् अपि समवायि खलु, अनेन गुणः अपि समवायि, द्रव्यमपि समवायि इति चेत् यथा घटः परिमाणसमवायि तथैव परिमाणमपि घटसमवायि। अस्तु, घटसमवायि इत्युक्ते घट परिमाणे घटमस्ति इति न, घटस्य समवायसम्बन्धः परिमाणे अस्ति इति किल इति एव व्याकरणदृष्ट्या इनि प्रत्ययः इत्युक्ते अस्मिन् अस्य इति, सः इनि प्रत्ययेन सह आगच्छति इति कृत्वा समवायसम्बन्धः उभयत्र अस्ति, घटः परिमाणे अस्ति इति न साधितं, केवलं घटस्य समवायः परिमाणे अस्ति इति तावदेव। अस्तु, इत्युक्ते भगिनी इत्युक्ते घटसमवायसमवायि इति परिमाणं किल? घट घटसमवायसमवायि परिमाणमिति, घटसमवायि इति वदति चेदेव पर्याप्तं, तर्हि घटसमवायस्य समवायि इति पुनः किमर्थम्? किमर्थम् इत्युक्ते परिमाणसमवायि घटः इति वदामः चेत् तत्र परिमाणं घटे अस्ति इति सत्यम्। अत्र घटसमवायि परिमाणम् इत्युक्ते तत्र भ्रमः भवति इति। अस्तु, एकवारं यदा परिमाणसमवायि इति यदा वदामः तर्हि व्याकरणदृष्ट्या केवलम् इनि प्रत्ययः योजितः, परिमाणस्य समवायः घटे तावदेव। ओ तथा एव परिमाणघटसमवायि इति वदामश्चेत् व्याकरणरीत्या घटस्य समवायः परिमाणे, तदर्थं परिमाणं घटसमवायि, नपुंसकलिङ्गपदं, तत्र ह्रस्व इकारः अस्ति, व्याकरणदृष्ट्या उभौ अपि समवायिनौ। अस्तु, किन्तु परम्परासम्बन्धस्थले कश्चन भेदः वर्तते इति एव अस्मिन् प्रतिपादितम्। अस्तु, अग्रे सरेम किम्? आं भगिनि, अवगच्छामि। वेङ्कटेशमहोदय अस्ति वा? सरला भगिनी, अखिला भगिनी अस्ति किम्? के सन्ति? भारती भगिनी अस्ति वा? अस्मि, अग्रे पठतु। अत्र सत्यं अत्र सत्यम् इत्यस्मात् आरभ्य, सत्यं समवायसम्बन्धः उभयत्र आश्रितः अतः द्विनिष्ठः एव, किन्तु स च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन अपरस्मिन् आश्रये अपरसम्बन्धेन, समवायसम्बन्धः घटे अस्ति अनयोगितासम्बन्धेन समवायसम्बन्धेन घटे अस्ति अनुयोगितासम्बन्धेन समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन, द्वयमपि सत्यम्। अत्र प्रतियोगी अनुयोगी च संसर्गीयः न तु अभावीयः, यस्य सम्बन्धः सः प्रतियोगी, यत्र सम्बन्धः सः अनुयोगी। अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारो नास्ति, समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन इति प्रसिद्धः, यतोहि अनेन समवायीकारणं व्यक्तीक्रियते, एवं च आश्रयस्य दिशि अधः गमनार्थं वदनार्थं समवायी आश्रितस्य दिशि उपरि गमनार्थं वदनार्थं समवेतः इति व्यवहरामः. सत्यं समवायसम्बन्धः उभयत्र आश्रितः अतः द्विनिष्ठः एव. इत्युक्ते घटपरिमाणं समवायसम्बन्धेन घटे अस्ति. घटः घटे घटपरिमाणं समवायसम्बन्धेन अस्ति. उभयत्र समानमेव समवायसम्बन्धः अस्ति. अतः द्विनिष्ठः इति उक्तम्. किन्तु स च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन एकेन सम्बन्धेन इत्युक्ते घटपरिमाणं आश्रय घटे आश्रयेण अस्ति तत् समवायसम्बन्धः न. अत्र समवायसम्बन्धः उभयत्र अस्ति इति उक्तं घटे अपि परिमाणे अपि, परन्तु स च समवायसम्बन्धः परिमाणे एकेन सम्बन्धेन घटे अपरेण सम्बन्धेन. सर्वं कुत्रचित् भवति केनचित् सम्बन्धेन इति खलु. समवायः इति सम्बन्धः परिमाणे अपि घटे अपि अस्ति, किन्तु केन सम्बन्धेन इति भिद्यते. अत्र सम्बन्धस्य सम्बन्धः विषयः अस्ति किल. हा सत्यं सत्यं, सम्बन्धः केन सम्बन्धेन अधिकरणे वर्तते इति विषयः. संयोगसम्बन्धविषये संयोगसम्बन्धः समवायसम्बन्धेन हस्ते अस्ति, समवायसम्बन्धेन पुस्तके अस्ति. अत्र भिन्नः सम्बन्धः, सम्बन्धस्य सम्बन्धः. सत्यम्, अत्र समवायसम्बन्धेन केन केन सम्बन्धेन इति. अस्तु भगिनि अग्रे. किन्तु स च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन अपरस्मिन् आश्रये अपरसम्बन्धेन. इत्युक्ते समवायसम्बन्धः घटे घटपरिमाणं घटे अस्ति. भगिनि अग्रिमवाक्यं पठतु. अत्र घटपरिमाणस्य विषयः नास्ति, घटपरिमाणे समवायः केन सम्बन्धेन अस्ति इति विषयः. अग्रिमवाक्यं पठतु स्पष्टं. घटपरिमाणं समवायसम्बन्धः घटे अस्ति अनुयोगितसम्बन्धेन, अनुयोगितासम्बन्धेन इत्युक्ते अभावः अस्ति वा. हा हा हा, इति प्रश्नः समीचीनः, परन्तु अग्रे अग्रे अपि किञ्चित् उक्तं. समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन. समवाय गते अनुयोगितासम्बन्धेन अस्ति, परन्तु परिमाणे प्रतियोगितासम्बन्धेन अस्ति. अस्ति अस्ति, अस्तु अग्रे. अत्र प्रतियोगी अनियोगी च संसर्गीयः न तु अभावीयः. संसर्गसम्बन्धेन संसर्गीयः भवत्या यद् पृष्टम् अभावः अस्ति वा इति पृष्टं खलु, अनुयोगिता प्रतियोगिता इत्यादिकं, तस्य स्पष्टीकरणम् अत्र. अत्र प्रतियोगी अनुयोगी इति विषयः न तु अभावीयः, अभावस्य विषयः नास्ति, अपि तु संसर्गीयः नाम सम्बन्धस्य विषयः अस्ति. सम्बन्धस्य विषयः यस्य सम्बन्धः सः प्रतियोगी, यत्र सम्बन्धः स अनुयोगी. अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारो नास्ति. प्रतियोगितासम्बन्धः परिमाणे अस्ति. सत्यं प्रतियोगितासम्बन्धेन परिमाणे अस्ति, परन्तु सः व्यवहारः न्याये न स्वीक्रियते. ओ न्याये, न्यायशास्त्रे न स्वीक्रियते, न इति प्रसिद्धः व्यवहारः नास्ति. यतोहि अनुयोगी, अनुयोगी इत्युक्ते अधिकरणम् इत्यपि एकः अर्थः अस्ति खलु. अनुयोगी इत्युक्ते घटे, हा, अनुयोगी इत्युक्ते अधिकरणं, घटः अधिकरणं. तर्हि समवायसम्बन्धः घटे अनुयोगितासम्बन्धेन अस्ति. न्यायशास्त्रे तदेव प्रसिद्धम् उपयोगः. समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन इति प्रसिद्धः, यतोहि अनेन समवायीकारणं व्यक्तीक्रियते. एवं च आश्रयस्य दिशि अधः, इत्युक्ते घटः आश्रयः दिशि अधः गमनार्थं वदनार्थं समवायी आश्रितस्य दिशि, आश्रितः उपरि दिशि गमनार्थं वदनार्थं समवेतम् इति समानः इति व्यवहारः. यद्यपि समवायी इत्युक्ते परिमाणं च, तथापि अनुयोगितासम्बन्धेन समवायः कुत्र अस्ति तदेव स्वीकरणीयं. घटः एव समवायी इति स्वीक्रियते न्यायशास्त्रे इति सारांशः. उपरि गमनार्थम् इत्युक्ते समवेतः, समवेतः वदामः. तत्र उपरि गमनार्थम् इत्युक्ते परिमाणं प्रति गमनार्थं समवेतः, पुनः समवायी परिमाणम् इति उक्त्वा इतोपि भ्रमः भवति. तर्हि उपरि गमनार्थं समवेतः, अधोगमनार्थं समवायी. धन्यवादः. अस्तु भगिनि. तर्हि भगिनि, यद्यपि तत्र समवायसम्बन्धः तत्र द्वयोः द्विनिष्ठः अस्ति, द्वयोः अस्ति, तथापि तत्र व्यवहारः अयमस्ति यद् अधिकरणं यद् अस्ति सः आश्रयः इति इत्येव अस्ति किल विषयः. अतः तत्र घटः समवायी अस्ति इति वदामः इत्येव अस्ति किल एतस्य सारांशः. सत्यं भगिनि, समवायसम्बन्धः उभयत्र, परन्तु न्यायव्यवहारे समवायी इत्युक्ते अधिकरणम्. अधिकरणम् इत्युक्ते अनुयोगी इत्यपि अस्ति, पूर्वमपि दृष्टम् अस्माभिः. तदर्थम् अनुयोगितासम्बन्धेन समवायः यत्र अस्ति तद्वस्तु समवायी इति स्वीक्रियते, अपरः समवेतः इत्येव भवति. अस्तु, अग्रे सन्ध्या भगिनी एव पठतु किञ्चित्. अस्तु, ततः अग्रे पुस्तकं हस्ते इति यथा संयोगसम्बन्धः उभयत्र आश्रितः द्विनिष्ठः, तथैव परम्परासम्बन्धः अपि स्यात्. किन्तु अत्र भिन्ना समस्या, अत्र सम्बन्धः द्विनिष्ठः नास्ति एव. स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले इति स्थितौ, यद्यपि स्वसमवायी समवायित्वसम्बन्धः कपाले अस्ति किन्तु घटपरिमाणे नास्ति. स्वसमवायी समवायी कपालः, इदं समवायित्वं च कपाले एव भवति. तर्हि किञ्चित् तत्र वाक्यशः पठामि. ततः अग्रे पुस्तकं हस्ते इति संयोगसम्बन्धः उभयत्र आश्रितः द्विनिष्ठः, तर्हि समवायसम्बन्धः द्विनिष्ठः अस्ति, तथैव संयोगसम्बन्धः अपि द्विनिष्ठः अस्ति इति अस्ति. अग्रे तथैव तर्हि तेन एव तत्र चिन्तनेन यथा समवायसम्बन्धः द्विनिष्ठः, संयोगसम्बन्धः द्विनिष्ठः, तथैव परम्परासम्बन्धः अपि स्यात्. परन्तु परम्परासम्बन्धः तु द्विनिष्ठः नास्ति इत्येव वदन्ति. स्वसमवा, तर्हि स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति. यद्यपि स्वसमवायि समवायित्वसम्बन्धः कपाले अस्ति, परन्तु विपरीतदिशि तथैव न गन्तुं शक्नुमः. तथैव घटपरिमाणे अपि अस्ति इति वक्तुं न शक्नुमः. तर्हि अस्माभिः किं स्वीकृतं? प्रथमतया घटपरिमाणम् इति स्वं खलु? आं, घटपरिमाणं स्वम् इति स्वीकृत्य अधः गमनम् अभवत्. कपालः स्वं नास्ति. आम् इत्येव वार्ता. तर्हि स्वसमवायि समवायि कपालः अस्ति, इदं समवायित्वं च कपाले एव भवति, परन्तु तत्र विपरीतदिशि घटपरिमाणे नास्ति इति अस्ति अत्र. इति तु बुद्धं स्यात्. तादृशसमवायित्वं घटपरिमाणे अस्ति वा? यथा कपाले अस्ति तथा घटपरिमाणे नास्ति. तत्र तु समवेतत्वसम्बन्धः, भिन्नसम्बन्धः अस्ति. भिन्नसमः, बहु समीचीनं भगिनि, तथा एव अस्ति. तदर्थं परम्परासम्बन्धः न तु न द्विनिष्ठः, एकमुखेन एव स्वीकरणीयः भवति. अस्तु, तर्हि अग्रे विद्याशङ्करमहोदय पठति वा? संयोगः इति यथा उच्यते तादृशसरलसम्बन्धः न अस्ति अत्र परम्पर्यात्. स्वस्य समवायी घटः, घटस्य समवायी कपालः, स समवायी समवायित्वं कपाले एव न तु स्वस्मिन्. अतः एतादृशसम्बन्धः घटपरिमाणः अपि अस्ति इति वक्तुं न शक्यते. विपरीतरीत्या अपि वक्तुं शक्यते. स्वम् इति कपालः, स्वसमवेतः घटः, पुनः घटसमवेतं घटपरिमाणं, स्वसमवेतसमवेतं परिमाणं, स्वसमवेतसमवेतत्वं परिमाणे. यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे, किन्तु इदं स्वसमवेतसमवेतत्वं केवलं परिमाणे न तु कपाले. अत्र परम्परासम्बन्धस्य पूर्वस्मिन् वाक्येषु यथा उक्तं, स्वमति घटपरिमाणं, स्वस्य समवायी घटः, पुनः घटस्य समवायी कपालः, स्वसमवायी समवायित्वं कपाले एव अस्ति न तु घटपरिमाणे. अतः स्वस्मिन् परम्परया सम्बन्धविषये द्विनिष्ठविषयः नास्ति. अतः एतादृशसम्बन्धः घटपरिमाणे अपि अस्ति इति वक्तुं न शक्यते. स्वस्मिन् अस्ति इति विना वक्तुं शक्यते. विपरीतरीत्या न गन्तुं शक्यते. विपरीतरीत्या यत्र समवेतत्वम् इति शब्दः उपयुज्य तत्र पश्यामः चेत् अत्र स्वम् इति कपालः, स्वसमवेतः घटः, पुनः घटसमवेतं घटपरिमाणं, स्वसमवेतसमवेतं परिमाणं घटपरिमाणं, स्वसमवेतसमवेतत्वं परिमाणे अस्ति न तु कपाले. यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे अस्ति, एतादृश स्वसमवेतसमवेतत्वं परिमाणे अस्ति न तु कपाले. अस्तु, इति वार्ता अस्ति. उभयदिशि गमनार्थं भिन्नभिन्नसम्बन्धः, घटपरिमाणात् कपालं प्रति स्वसमवायी समवायित्वसम्बन्धः, कपालात् घटपरिमाणं प्रति स्वसमवेतसमवेतत्वसम्बन्धः, तत्र भिन्नसम्बन्धौ स्तः. अस्तु महोदय, अग्रिमं भागमपि पठित्वा समापयतु. प्रकृतौ च स्वसमवायि समवायित्वं कपाले एव, अतः परम्परासम्बन्धः यत्र भवति तत्र एकमुखेन सम्बन्धः स्वीकरणीयः भवति. अत्र सम्बन्धः द्विनिष्ठः न अस्ति. स्वसमवेतसमवेतत्वमपि परिमाणे अस्ति न तु कपाले. स्वसमवायि समवायित्वं कपाले न तु परिमाणे. परम्परासम्बन्धस्य सारांशः अस्ति तद्विनिष्ठः नास्ति, एकमुखेन एव स्वीकरणीयः अस्ति. यतोहि कपालपरिमाणे दिशि घटपरिमाणस्य दिशि तत्र तत्र आरभ्य पश्यामः चेत् स्वसमवेत स्वसमवायि समवायित्वं कपाले अस्ति न तु घटपरिमाणे. अपि च विपरीतरीत्या पश्यामः चेत् कपालपरिमाणं स्वसमवायि समवायित्वसम्बन्धेन कपाले अस्ति न तु कपालपरिमाणे. आहत्य सम्बन्धद्वयं वर्तते परम्परासम्बन्धस्थले, तत्तु द्विनिष्ठः नास्ति. उपरि गमनार्थम् एकः सम्बन्धः, अधोगमनार्थम् अपरः सम्बन्धः. इति स्पष्टं स्यात्? आं भगिनि, धन्यवादः. तर्हि कार्यकारणभावस्थले अवगमनार्थम् एतत् पर्याप्तम् आसीत्. ये केऽपि ग्रीष्मकाले एकमासात् पूर्वं न आगतवन्तः तर्हि एतत् जानाति चेत् अग्रे गमनार्थं न कोऽपि क्लेशः. गतमासे इदमपि कृतम्. एकनवतितमे पुटे पश्यन्ति चेत् सङ्ख्यालक्षणे परिष्कारः अपि च मानव्यवहार असाधारणकारणत्वम् इति परिमाणस्य विषयः, तत्रापि एकं करपत्रम् आसीत्. तत् प्रायः गृहे एव पठित्वा अवगन्तुं शक्नुवन्ति इति चिन्तयामि, यतोहि एतावत् क्लिष्टकरं नास्ति तत् करपत्रम्. तर्हि एतत् गृहे एव पठन्ति चेत् अग्रे गमनार्थं न कोऽपि क्लेशः भवति इति अहं चिन्तयामि. समवायिकारणस्थले कोऽपि प्रश्नः वा असमवायिकारणस्थले कोऽपि प्रश्नश्चेत् उच्यतां, नो चेत् विरमामः. धन्यवादः. धन्यवादः. अस्तु भगिनि, धन्यवादः. धन्यवादः. शुभरात्रि भगिनी.